द्वितीयकण्डः तायेतानि युताः सृष्टास्मिन् महत्यणवे प्रापथमस्तम् अजनाय पिपासाभ्याम् अन्नवार्यत्तायेनम् अब्रुवन्नायतनं नः प्रजानीहि यस्मिन् प्रतिष्ठिता अन्नमदामीति तायेत अज्ञादेव देवताः लोकपालत्वेन सङ्कल्प्य सृष्टा ईश्वरेण अस्मिन् संसारार्णवे संसारसमुद्रे महति अविद्या कामकर्मप्रभदुःखोदके तीव्ररोगजरामृत्युमहाग्राहे अनादौ अनन्ते अपारे निरालम्बे विषयेन्द्रियजनितसुखलवलक्षणविश्रामे पञ्चेन्द्रियार्थतृण्मार्थविक्षोभोत्थित अनर्थशतमहोर्मौ महारौरवादि अनेकनिरयगत आहा इत्यादि कूजित आक्रोशन उद्भूतमहारवे सत्य आर्जवदानदया अहिंसा शमदम धृत्यादि आत्मगुणपाथेय पूर्णज्ञानोडुपे सत्सङ्गसर्वत्यागमार्गे मोक्षतीरे एतस्मिन् महत्तृणवे प्रापतन् पतितवत्यः तस्मादग्न्यादिदेवताप्यलक्षणापि या गतिः व्याख्यात ज्ञानकर्मसमुच्चय अनुष्ठानफलभूत सापि नालं संसारदुःखोपशमा इति अयं विवक्षितोऽर्थो अत्र यतः एवं तस्मादेवं विदित्वा परं ब्रह्म आत्मा आत्मनः सर्वभूतानां च यो वक्ष्यमाणविशेषणः प्रभुतश्च जगदुत्पत्तिस्थितिसंहारहेतुत्वेन सः सर्वसंसारदुःखोशमनाय वेदितव्यः तस्मात् एष पन्था एतत् कर्म एतत् ब्रह्म एतत् सत्यं यदेतत् परब्रह्मात्मज्ञानं नान्यः पन्था विद्यते येनाय इति मन्त्रवर्णः तं स्थानकरणदेवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डम् आत्मानम् अशनाय पिपासाभ्यम् अन्ववार्जतो अनुगमितवान् संयोजितवान् इत्यर्थः तस्य कारणभूतस्य अशनायादिदोषवत्वा तत्कार्यभूतानामपि देवतानाम् अशनायादि मत्वा ताः ततः अशनाय पिपासाभ्यं पीड्यमानाः येन पितामहं स्रष्टारम् अब्रुवन् उक्तवत्यः आयतनम् अधिष्ठान्नः अस्मभ्यं प्रजानीः विदत्स्व यस्मिन् आयतने प्रतिष्ठिताः समर्थाः सत्यः अन्नं मदाम भक्षयाम इति ताभ्योगामानयत्ता ब्रुवन्नवैनोऽयमलमितेन ताभ्योऽश्वमानयत्ता ब्रुवन्नवैनोऽयमलमितेन एमुक्त ईश्वरः ताभ्यः देवताभ्यः गां गवाकृतिविशिष्टं पिण्डं ताभ्य एव अद्भ्यः पूर्ववतु पिण्डं समुद्धृत्य मूर्छयित्वा आनयतु दर्शितवान् ता पुनः गवाकृतिं दृष्ट्वा अब्रुवन् न वै नः अस्मदर्थम् अधिष्ठाय अन्नमत्वम् अयं पिण्डः अलं न वै अलं पर्याप्तः अत्तुं न योग्यः इत्यर्थः गविप्रत्याख्याते तदैव ताभ्यः अश्वम् आनयतु ता अब्रुवन् न वै नोऽयम् अलमिति पूर्ववतु ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं भतीति पुरुषो वा वसुकृतं ता अब्रवीन् यथायतनं प्रविशतीति सर्वप्रत्याख्याने ताभ्यः पुरुषम् आनयतु स्वयोनिभूतं ताः स्वयोनिं पुरुषं दृष्ट्वा अखिन्नाः सत्यः सुकृतं शोभनं कृतम् इदम् अधिष्ठानं बत इति अब्रवन् तस्मात् पुरुषो भाव पुरुषैव सुकृतं सर्वपुण्यकर्महेतुत्व स्वयं वा स्वेनैव आत्मना स्वमायाभिः कृतत्वात् सुकृतमित्युच्यते ताः देवताः ईश्वरः अब्रवीत् इष्टम् आसामिदम् अधिष्ठानमिति मत्वा सर्वैः स्वयोनिशुरमन्ते अतः यथायतनं यस्य यद्वदनादिक्रियायोग्यम् आयतनं तत् प्रविशत इति अग्निर्वाग्भूत्वा मुखं प्राविशतो वायुः प्राणो भूत्वा नासिके प्राविशतो आदित्यः चक्षुर्भूत्वा अक्षिणी प्राविशन् दिश श्रोत्रं भूत्वा कर्णं प्राविशन् ओषधि वनस्पतयो लोमानि भूत्वा त्वचं प्राविशन्श्चन्द्रमा मनो भूत्वा हृदयं प्राविशन् मृत्युवपानं भूत्वा नाभिं प्राविशतो अपोरहितो भूत्वा शिश्नं प्राविशन् तथा अस्तु इति अनुज्ञां प्रतिलभ्य ईश्वरस्य नगर्यामिव बलाधिकृतादयः अग्निः वागभिमानी वागेव भूत्वा स्वयोनिं मुखं प्राविशतो तथोक्तार्थम् अन्यत् वायुः नासिके आदित्योऽक्षिणी दिशः कर्णम् ओषधिवनस्पतयः त्वचं चन्द्रमा हृदयं मृत्युः नाभिम् आपः शिष्णं प्राविशत् तम् अशनाय पिपासे ब्रूताम् आवाभ्यामभिप्रजानीहितीं ते अब्रवीद येतास्वेवां देवतासु आभजामि येतासु भागिन्यं करोमीति तस्माद् यस्यैकस्य च देवतायै आविर्गृह्यते भागिन्यम् एव अस्यामशनाय पिपासे भवतः। एवं लब्धाधिष्ठानासु देवतासु निरधिष्ठानि सत्यौ अशनायां पिपासे तम् ईश्वरम् अब्रूताम् उक्तवत्यौ आवाभ्याम् अधिष्ठानम् अभिप्रजानैः चिन्तया विदत्स्व इत्यर्थः। स ईश्वरः एवम् उक्तः ते अशनायां पिपासे अब्रवीम् न हि युवयोः भावरूपत्वचेतनावद्वस्तु अनाश्रित्य अन्नात्कृत्वं सम्भवति। तस्मात् एतास्वेव अग्नाद्यासु वां युवां देवतासु अध्यात्म अधिदेवतासु आभजामि वृत्तिसंविभागेन अनुगृह्णामि। एतासु भागिन्यौ यद्देवत्यो यो भागो हविरादिलक्षणः स्य तस्याः तेनैव भागेन भागिन्यौ भागवत्यो वां करोमि। सृष्ट्यादौ ईश्वरः एवं व्यदधाति स्म तस्मात् इदानीमपि यस्यैकस्यै च देवतायै देवतायाः अर्थाय हविः गृह्यते चरुपुरोडाशादिलक्षणं भागिन्यम् एव भागवत्यम् एव अस्यां देवतायाम् अशनायां पिपासे भवतः इति द्वितीयखण्डभाष्यम्।